गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुस्साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः। निधाय हृदिविश्वेशं विधाय गुरुवन्दनं बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः। न्यायवर्गे सर्वेषां सुस्वागतम्। हे त्वा भासः, चयत्वे सति समान आकारकत्वं प्रतिबन्धकत्वम् इति अवगतम्। अपि च समान आकारकत्वं नाम किम् इति चेत् समानविशेष्यत्वं, समानविशेष्यता अवच्छेदकत्वं, तदनन्तरं भावाभावप्रकारकत्वम् इत्युक्ते प्रतिबद्धज्ञाने यत् प्रकारविधया भासते तस्य अभावः प्रतिबन्धकज्ञाने प्रकारविधया भासेत इति चेत् तद् सा निकषा पूरिता इति स्वीकर्तुं शक्यते। एवम् अन्तिममस्ति भावाभावप्रकारता अवच्छेदकत्वम् इत्युक्ते प्रतिबद्ध्यज्ञाने यः प्रकारः अस्ति तस्य अभावः प्रतिबन्धकज्ञाने प्रकारविधया भासेत इति उक्तम्। तादृश अभावस्य प्रतियोगी यदस्ति तादृशः अवच्छेदकः भवेत् इति भावाभावप्रतियोगिता अवच्छेदकत्वं समानाकारकत्वम् इति समानाकारकत्वे चतस्रः निकषाः अस्माभिः दृष्टम्। तत्र मुद्रा इति कश्चन पदार्थः उक्तः अस्ति। अत्र उदाहरणार्थं भूतलं घटवत् इति बुद्धिं प्रति भूतलं घट अभाववत् इति निश्चयः प्रतिबन्धकः भवति। पश्यामश्चेत् भूतलम् इति विशेष्यं प्रतिबद्धज्ञाने, तदेव विशेष्यं प्रतिबन्धकज्ञाने। विशेष्यता अवच्छेदकः भूतलत्वम् उभयत्र। प्रकारः कः प्रतिबद्धज्ञाने? घटवत् इति। तस्य अभावः घट अभाववत् इति प्रतिबन्धकज्ञाने प्रकारः अस्ति। अपि च घटवत् इत्यस्य अवच्छेदकः कः भवति? प्रकारता घटवती अस्ति चेत् तस्य अवच्छेदकः घटवत्वम् इति भवति। इदानीं इति अस्ति चेत् तत्र द्वयोः मध्ये प्रतिबन्धकप्रतिबद्धभावः अस्ति इति अवगन्तुं शक्नुमः इति उक्तम्। एवमेव वह्निः अनुष्णत्ववान् इति बुद्धिं प्रति वह्निः अनुष्णत्व अभाववान् इति निश्चयः प्रतिबन्धकः भवति। रथः वह्निमान् इति बुद्धिं प्रति रथः वह्निः अभाववान् इति निश्चयः प्रतिबन्धकः भवति इति त्रीणि ज्ञानानि अस्माभिः चिन्तितानि यत्र प्रतिबन्धकप्रतिबद्धभावः वर्तते द्वयोः मध्ये। किन्तु यद्यपि तत्र विशेष्याः भिन्नाः सन्ति, विशेष्यता अवच्छेदकाः भिन्नाः सन्ति, प्रकाराः भिन्नाः सन्ति, प्रकारतायाः अवच्छेदकाः भिन्नाः सन्ति, तथापि तेषु मध्ये एकं साम्यम् अस्ति। किम् इति चेत् तदभावता निश्चयः सर्वत्र अस्ति इति कृत्वा अत्र तदभाववत्ता निश्चयः एव मुद्रा इति वक्तुं शक्यते इति तावत् पठितं। तत्र केवलं पुनस्मारणार्थम् अत्र तद् अभाववत्ता निश्चयः इति पदं स्वीकृत्य मेहुल् महोदय अत्र भूतलं घटवत् भूतलं घट अभाववत् इति उदाहरणं स्वीकृत्य तदभाववत्ता निश्चयः इति किञ्चित् प्रतिपादयति वा? अत्र तत् इत्युक्ते किम् इति तादृशम्? महोदय श्रूयते महोदय. अस्तु, सः पुनरागच्छति. वदति वा? हरिः ओम्. इदानीमपि न श्रूयते मेल् महोदय. अस्तु, तर्हि तावत् किञ्चित् परिशीलनं करोतु तत्र किं जायमानमस्ति इति. यदा मया योजितं तत्र श्रुतवान्, किन्तु इदानीं न जाने. अत्र भवतः सेट्टिङ्ग्स् किमपि परिवर्तनीयं वा इति पश्यतु. तावत् रमेश् महोदय वदति वा अत्र, तदभाववत्ता निश्चयः इति प्रतिपादयतु. तद् इत्युक्ते प्रकार भवति तत्र, भूतलं घटवत् इति ज्ञानस्य प्रति भूतलं घट अभाववत् इति ज्ञानं प्रतिबन्धकज्ञानं भवति. तत्र भूतलं भूतलं घट अभाववत् इत्युक्ते तद् इत्युक्ते तत्र घट भवति, घट तद् अभाव घट अभाववत् इत्युक्ते भूतलं भवति, घट अभाववत् इत्युक्ते तत्र भूतलं भवति. तादृशघट अभाववत् निश्चयत, भूतलं घट अभाववत् इति अभाववत्ता इति ज्ञानं भवति, निश्चयत्वज्ञानं भवति. तादृशनिश्चयत्वज्ञानरूपम् एव मुद्रा इति. अस्तु, अत्र तद् इत्युक्ते घटः खलु, तद् इत्युक्ते इत्युक्ते भूतलं घटाभावः घटाभावः भूतलं तदभाववत्ता भूतले तदभाववत् भूतलं तद् अभाववता तादृशभूतलं तद् अभाववत्ता निश्चयः इति उक्तं. तद् अभाववत्ता निश्चयः, तद् अभाववत्ता इत्युक्ते ज्ञानं भवति न तद् अभाववत्ता. अत्र तद् तद् इति घटः, तद् अभावः इति घटाभावः, तदभाववत् इति भूतलं, तदभाव वत्ता कुत्र वर्तते इति चेत् भूतले वर्तते इति वक्तुं शक्यते. नो चेत् तादृशभूतलं यस्य ज्ञानस्य विषयः अस्ति, सा ज्ञानं तद् ज्ञानं तद् ज्ञानं. तर्हि तद् अभाववत्ता निश्चयत्वं, निश्चयत्वम् इति केवलं ज्ञाने एव भवति खलु इति कृत्वा तद् अभाववत्ता निश्चयत्वं कुत्र अस्ति इति चेत् ज्ञाने अस्ति. तस्य ज्ञाने अस्ति, प्रतिबन्धकज्ञाने अस्ति. उत्तमं, प्रतिबन्धकज्ञाने एतादृशनिश्चयः अस्ति, तद् अभाववत्ता निश्चयः प्रतिबन्धकज्ञाने अस्ति इति कृत्वा तत् अभाववत्ता निश्चयत्वं प्रतिबन्धकज्ञाने अस्ति, तदेव तस्याः तस्य ज्ञानस्य मुद्रा. यदि एतादृशमुद्रा अस्ति चेत् वयम् अवगन्तुं शक्नुमः एतद् ज्ञानं प्रतिबन्धकं भवितुम् अर्हति, नो चेत् अस्मिन् ज्ञाने प्रतिबन्धकत्वम् अस्ति इति अवगन्तुं शक्नुमः. अस्तु, तर्हि तत्र समान आकारकत्वम् इत्यत्र चत्वारः चतुस्रः निकषाः सन्ति खलु, तेषां विषये एकवारं प्रतिपादयति वा ते के इति, एतदेव उदाहरणं स्वीकृत्य. भूतलं घटवत्, भूतलं घटवत् इति भूतलं घट अभाववत् इति द्वि प्रतिबद्धज्ञानमस् अस्ति भूतलं घटवत् इति, प्रतिबन्धकज्ञानमस्ति भूतलं घट अभाववत् इति. तत्र विषयः भूतलं इति विशेष भूतलम् इति विशेष्यः अस्ति, तत् समानम् अस्ति द्वे ज्ञाने समानमस्ति. भूतलं भूतलं घट घट एक समान आकार एक स्तरे भूतलं घटवत् इति, घटवत् इति एकस्तरे अस्ति, द्वितीयस्तरे घट अभाववत् इति अस्ति. तर्हि एकस्तरे अभाव एकस्तरे घटः अस्ति, द्वितीयस्तरे घट अभाववत् इति अस्ति. तर्हि अभाववत् भाव अभाव प्रकारः अस्ति. तस्मात् पूर्वं तत्र विशेषत्वं विशेषता अवच्छेदकः अस्ति खलु, तर्हि अत्र प्रथम एवं वदतु महोदय, अत्र प्रथमनिकषा अस्ति समानविशेष्यतत्वं, तदैव प्रथमनिकषा खलु. तत्र समानविशेष्यं किं? भूतलं. भूतलं द्वितीयनिकषा अस्ति समानविशेष्यता अवच्छेदकत्वं. तर्हि विशेषता अवच्छेदकः उभयत्र कः? भूतलत्वं. समीचीनं, भूतलं भूतलत्वम् उभयत्र. इदानीं तृतीयनिकषा अस्ति भावाभावप्रकारकत्वं. तत्र भावः घट घटः घट भूतलं घटवत् इत्यत्र प्रकारता अस्ति, घटः प्रकारता अस्ति, भूतलं घट अभाववत् इति अत्र घट अभावः प्रकारः अस्ति. भाव अभावः कृत्वा भावाभावप्रकारकत्वम् आगतं. तदनन्तरम् अवच्छेदकः, इदानीं घटः घटस्य अवच्छेदकः कः? घटत्वम्. उत्तमम्. तर्हि इदानीं प्रतिबन्धकज्ञाने किम् इति परिशीलयतु. प्रतिबन्धकज्ञाने घट घटत्व घट अभाववत्वं न, अत्र प्रतिबद्धज्ञाने घटः इति प्रकारः, तस्य अवच्छेदकः अस्ति घटत्वम्. प्रतिबन्धकज्ञाने अन्ततो गत्वा घटत्वे आगन्तव्यम्, तदा एव समानम् इति भवति खलु. घटत्व अभाव अभाव अपि घटत्वम् अस्ति खलु? न न, किमर्थं घटत्व अभाव घटत्वस्य विषये किमर्थं चिन्तयति अत्र? घटाभावः घटाभावस्य अवच्छेदकता भवति घट अभाव. न न, तादृशं न चिन्तयतु. घट अभावः इदानीं प्रतिबन्धकज्ञाने प्रकारः अस्ति घट अभावः खलु, घट अभावस्य प्रतियोगी कः? घटः. हा उत्तमं, घटे घट अभावस्य या प्रतियोगी यः प्रतियोगी अस्ति तस्मिन् प्रतियोगिनी प्रतियोगिता अस्ति. प्रतियोगितायाः अवच्छेदकः कः? अवच्छेदकः प्रतियोगितायाः अहं प्रश्नं पृच्छामि, तस्य उत्तरं वदतु, तदा बुध्यते. इदानीं प्रतिबन्धकज्ञाने प्रकारः कः? प्रतिबन्धकज्ञाने प्रकारः घटाभावः. उत्तमं. घटाभावस्य प्रतियोगी कः? घटः. तर्हि प्रतियोगिता कुत्र वर्तते? घटे वर्तते. हा, घटे अन्यत् किमपि धर्मं भवेत्, येन धर्मेण घटे विद्यमानप्रतियोगिता अवच्छिन्ना भवति. सः धर्मः कः? घटे अन्यधर्मः किम्? घटत्वम्. उत्तमम्, आगतं खलु इदानीं घटत्वमिति. प्रतिबध्यज्ञाने घटः प्रकारः, प्रकारतायाः अवच्छेदकः घटत्वम् इति प्रतिबन्धक प्रतिबध्यज्ञाने अस्ति चेत् तदेव घटत्वं प्रतिबन्धकज्ञाने अपि अवच्छेदकः भवेत्, किन्तु प्रकारतायाः अवच्छेदकः न भवितुमर्हति. किमर्थमित्युक्ते इदानीं प्रकारः प्रतिबन्धकज्ञाने अभावीयरूपः अस्ति खलु, इति कृत्वा घट अभावः इति प्रतिबन्धकज्ञाने प्रकारः, घट अभावस्य प्रतियोगी घटः, घटे प्रतियोगिता, सा प्रतियोगितायाः अवच्छेदकः अस्ति घटत्वम्. तर्हि भावाभावप्रकारता अवच्छेदकत्वम् इति चतुर्थः निकषः. तत् कथम् अवगन्तव्यम् इति चेत् प्रकारतायाः अवच्छेदकः, प्रतिबध्यज्ञाने प्रकारतायाः अवच्छेदकः यदस्ति घटत्वम् अस्मिन् उदाहरणे, सः एव प्रकारता प्रकार अभावप्रतियोगिता अवच्छेदकः भवेत्. प्रकार अभावप्रतियोगिता अवच्छेदकः भवेत्. प्रकार इति घटः, प्रकाराभावः इति घटाभावः, घटाभावस्य प्रतियोगी अस्ति घटः, घटे प्रतियोगिता, प्रतियोगितायाः अवच्छेदकः पुनः घटत्वम् इति अस्ति चेत् इदानीं सर्वं समञ्जसं भवति. बुद्धं खलु? आम् महोदय. तर्हि भावाभावप्रकारता अवच्छेदकत्वम् इति वदामश्चेत् तत्र आशयः कः इति चेत् प्रकारतायाः प्रतिबध्यज्ञाने प्रकारतायाः अवच्छेदकः यः अस्ति सः एव अवच्छेदकः प्रकार अभावप्रतियोगिता अवच्छेदकः अपि भवेत्. प्रकार अभावप्रतियोगिता अवच्छेदकः अपि भवेत् इति चेत् सर्वं समञ्जसं भवति. तदेव अस्तु. तर्हि अत्र तदभावता निश्चयत्वरूपः इति मुद्रा इति अस्माभिः अवगतम्. अस्तु, तर्हि इदानीं 234 पेज् मध्ये द्वितीयपरिच्छेदः, ततः आरम्भणीयमस्ति. इदानीं मेहुल् महोदय वक्तुं प्रयत्नं करोतु महोदय. आं महोदय, श्रूयते अधुना? इदानीं श्रूयते. किमर्थं न जाने, सङ्गणके क्लेशः आसीत्. अत्र द्वितीयपरिच्छेदः अतः इतः वा? तत्र ततः ततः आरभ्य पठतु महोदय. अस्तु. अतः इतः परं यत्र यत्र प्रतिबध्यज्ञानप्रकारस्य अभावम् अवगाह्य यत् यत् ज्ञानं विरोधि भवेत् तत्र तत्र अस्माभिः अयं निश्चयः तदभाववत्तानिश्चयमुद्रया प्रतिबन्धकः इति वक्तव्यम्. निश्चयत्वेन इति वक्तव्ये हेत्वाभासप्रकरणे मुद्रया इति व्यवह्रियते इत्ययं विशेषः. अस्तु, तर्हि अत्र इतः परम् इत्युक्ते अधुना एतावत्पर्यन्तं वयं मुद्राविषये ज्ञातवन्तः. तर्हि अग्रे यत्र कुत्रापि प्रतिबध्यज्ञानप्रकारस्य अभावम् अवगाह्य तस्य विरोधी ज्ञानं भवेत् इति यदा वदेम तत्र प्रतिबन्धकज्ञानं तदेव विरोधिज्ञानं भवति. तर्हि तद् ज्ञानं प्रतिबन्धकज्ञानं तदभाववत्ता निश्चयमुद्रया निश्चयमुद्रया इत्यनेन तस्य अवगमनं वयं कुर्मः. अत्र निश्चयत्वेन इति हैत्वाभासप्रकरणे तस्य अर्थः, तस्य अन्यत् नाम अस्ति मुद्रया इति. निश्चयत्वेन इत्युक्ते मुद्रया इति एव व्यवहारं वयं कुर्मः इति एव विशेषः अस्ति हेत्वाभासप्रकरणे. तदेव अत्र उल्लेखितम्. अत्र निश्चयत्वेन इति तृतीया अस्ति खलु? आम् आम्. तत् कीदृशतृतीया अस्ति? इत्युक्ते न जानामि कीदृशतृतीया इत्युक्ते. तृतीया अत्र करणतृतीया भवितुमर्हति, कर्तृतृतीया अपि भवितुमर्हति. एतत्तु करणतृतीया इति अहं मन्ये. अत्र तु हेतुः अस्ति खलु? ओ हेतु, हेतुतृतीया, हेतुतृतीया. अस्तु अस्तु. भवतु. कारणं किं? निश्चयत्वम् इति कारणं किं? निश्चयत्वं तदेव हेतुः. तर्हि निश्चयत्वेन, अत्र निश्चयत्वेन इति तृतीया निश्चयत्वस्य अनन्तरं अप्रयुज्य तद् अभाववत्ता निश्चयमुद्रया इति लिखितं, तावदेव. तदेव विशेषः. निश्चय यावत् समानमेव, तद् अभाववत्ता निश्चय, तत्र निश्चयत्वेन इति अनुक्त्वा मुद्रया इति उक्तं, तावदेव. त्वेन इत्यस्य स्थाने मुद्रया. अस्तु, निश्चयमुद्रया. तर्हि इदानीम् पुनः अत्र केवलम् अभ्यासार्थं, किमर्थम् इत्युक्ते एषः अभ्यासः आवश्यकः अस्ति. तर्हि इदानीं द्वितीयज्ञानं यदस्ति, वह्निः अनुष्णत्ववान् इति बुद्धिं प्रति वह्निः अनुष्णत्व अभाववान् इति निश्चयः प्रतिबन्धकः. तर्हि भवता किं कर्तव्यम्? अत्र प्रतिबन्धकत्वं निरूपणीयं, निरूप्य तदनन्तरं मुद्रा का इति अपि वदतु. कया मुद्रया अत्र प्रतिबन्धकः भवति इति वदतु. प्रथमं प्रतिबन्धकः इति निश्चयः अस्ति, वह्निः अनुष्णत्व अभाववान् इति प्रतिबन्धकज्ञानम् अस्ति इति निश्चयः. प्रतिबन्धकः ज्ञानं वर्तते. अनुष्णत्व अभाववान् इति उक्तवान् वा? हा तदेव, वह्निः अनुष्णत्व अभाववान्. प्रथमं प्रतिबद्धज्ञानं वदतु. हा अस्तु अस्तु. हा अस्तु, वह्निः अनुष्णत्ववान् इति प्रतिबद्धज्ञानमस्ति. तस्य विरोधी वह्निः अनुष्णत्वभाववान् इति निश्चयः प्रतिबन्धकज्ञानम् अस्ति. उभयमपि उभयमत्र प्रतिबद्धज्ञाने वह्निः अपि च प्रतिबन्धकज्ञाने अपि वह्निः इति एव विशेष्यम् अस्ति. प्रकारः प्रतिबद्धज्ञाने प्रतिबद्धज्ञाने विशेष्यमुक्त्वा तदनन्तरं विशेषता अवच्छेदकं वदतु तत्र. समानविशेष्यम् अस्ति. द्वितीयः निकषः अस्ति समानाकारकत्वम् इत्यत्र. द्वितीयः अस्ति समानविशेष्यता अवच्छेदकत्वं. तर्हि अत्र प्रतिबद्धज्ञाने अनुष्णत्वम् इति क्षम्यतां वह्नित्वम् इति विशेष्यता अवच्छेदकमस्ति. प्रतिबन्धकज्ञाने अपि वह्नित्वम् इति एव विशेष्यस्य अवच्छेदकः अस्ति. तर्हि विशेष्यतायाः अवच्छेदकः. तर्हि समानविशेष्यता अवच्छेदकम् आगतम्. अधुना भावाभावप्रकारकत्वम् इति पश्यामः. तर्हि अत्र प्रतिबद्धज्ञाने प्रकारः कः इत्युक्ते अनुष्णत्वम् इति एव प्रकारः. पुनः वदतु. अनुष्णत्वम्. आम् सत्यम्, अनुष्णत्वम्. हा, अनुष्णत्वम् इति प्रकारः. अधुना अनुष्णत्व अभावः इति प्रकारः प्रतिबन्धकज्ञाने भवति. अतः भावाभावप्रकारकत्वम् आगतम्. चतुर्थमस्ति भावाभावप्रकारता अवच्छेदकत्वम्. तर्हि अत्र तस्य अर्थः कः इति वयम् अधुना एव दृष्टवन्तः. प्रकारतयः अवच्छेदकः यः प्रतिबद्धज्ञाने अस्ति सः एव अवच्छेदकः प्रतिबन्धकज्ञाने प्रकार अभावप्रतियोगिता अवच्छेदकः भवेत्. तर्हि अत्र पश्यामः चेत् प्रतिबद्धज्ञाने प्रकारतायाः अवच्छेदकः कः इत्युक्ते अत्र अनुष्णत्वम् इति प्रकारः तस्य अवच्छेदकम् अवच्छेदकं भवति, अवच्छेदकः भवति अनुष्णत्वम् इति. तर्हि प्रतिपद्यज्ञाने अनुष्णत्वम् इति प्रकारतायाः अवच्छेदकः भवति. अधुना प्रतिबन्धकज्ञाने प्रथमतया प्रकारकः तर्हि अनुष्णत्व अभाव इति प्रकारः. तस्य प्रतियोगिकः इत्युक्ते अनुष्णत्वम् इति प्रतियोगी. प्रतियोगिता कुत्र अस्ति? अनुष्णत्वे अस्ति. प्रतियोगितायाः अवच्छेदकः कः इत्युक्ते अनुष्णत्वम् इति, अनुष्णत्वम् इति एव प्रकार अभाव प्रतियोगितायाः अवच्छेदकः भवति. अतः अत्र अनुष्णत्वम् इति एव प्रतिबद्धज्ञाने प्रकारतायाः अवच्छेदकः, प्रतिबन्धकज्ञाने प्रकार अभाव प्रतियोगितायाः अवच्छेदकः भवति. अतः भाव अभाव प्रकारता अवच्छेदकत्वम् आगतम् इति चतुर्थम्. तेन एव समान आकारकत्वम् इति निरूपितं. तस्य तस्यैव लक्षणम् अधुना ज्ञातम्. अतः अधुना यदा अत्र अत्र मुद्रा इति किम् इति पश्यामः चेत् अत्र मुद्राविषये गमनात् पूर्वं केवलं समान आकारकत्वम् अस्ति चेत् प्रतिबन्धकत्वं सिद्ध्यति वा? प्रतिबन्धकज्ञानस्य लक्षणमस्ति प्रमा इति भवेत्, अपि च निश्चयत्वं भवेत्, अपि च समानाकारकत्वं विषये अपि चिन्तयतु. प्रतिबन्धकज्ञानमस्ति अत्र वह्निः अनुष्णत्व अभाववान् इति. तर्हि तत्र प्रमा अस्ति वा न वा इति कथं प्रमात्वे सति इति प्रथममस्ति. अत्र समानाकारकत्वम् इति तु वयं निरूपितम्. अत्र अत्र लिखितमस्ति इति निश्चयः, अतः प्रमात्मकम् एव इति. भवान् इदानीं चिन्तयतु, अत्र वह्निः अनुष्णत्व अभाववान्, अनुष्णत्व अभाववान् इत्युक्ते किम्? तस्य अर्थः यदि पश्यामः चेत् उष्णत्ववान् इति, उष्णः इति भवति खलु वह्निः उष्णः. इदानीं वह्निः उष्णः इति ज्ञानं प्रमा वा भ्रमा वा? प्रमा केन प्रमाणेन ज्ञातं वह्निः उष्णः इति? प्रत्यक्षप्रमाणेन. अत्र उत्तमं. केन इन्द्रियेण? स्पर्शेन्द्रियेण. उत्तमम् इति कृत्वा वयं वक्तुं शक्नुमः खलु वह्निः अनुष्णत्व अभाववान् इत्युक्ते वह्निः उष्णत्ववान्, नो चेत् वह्निः उष्णः इति ज्ञानम्. सत्यं सत्यं. तद् ज्ञानं प्रमा वा भ्रमः वा इति वयमेव चिन्तनं कर्तुं शक्नुमः, परीक्षामपि कर्तुं शक्नुमः यस्य सन्देहः अस्ति. वह्निं स्पृष्ट्वा वह्निः वह्नौ उष्णः अस्ति वा न वा इति ज्ञातुं शक्नुमः. तर्हि वह्निः उष्णः इति ज्ञानं प्रमात्मकमस्ति, अपि च निश्चयात्मकं वा सन्देहात्मकं वा? तत्तु अस्ति निश्चयात्मकं. सत्यम् इति कृत्वा प्रमात्वे सति, निश्चयत्वे सति, समान आकारकत्वम् इति सर्वं निरूपितम् इति कृत्वा अत्र इदानीं वयं वक्तुं शक्नुमः प्रतिबन्धकत्वं निरूपितं. तर्हि इदानीं मुद्राविषये चिन्तयतु. तर्हि तद्रीत्या वयं प्रतिबन्धकज्ञानस्य निरूपणं कृतम्. अधुना मुद्रया अपि कर्तुं शक्नुमः. तत् कथम् इत्युक्ते अत्र मुद्रा इत्यस्य अर्थः वयं ज्ञातवन्तः, तद् अभाववत्ता निश्चयः इति मुद्रा. तर्हि अत्र तत् इत्युक्ते किं? तत् इत्युक्ते प्रकारः. तर्हि अत्र प्रतिबन्धकज्ञाने प्रकारः कः? वह्निः अनुष्णत्व अभाववान् इति ज्ञानं, प्रतिबन्धकज्ञानं. तस्मिन् प्रकारः अस्ति अनुष्णत्वम्, अनुष्णत्व अभावः, क्षम्यताम्, अनुष्णत्व अभावः इति प्रकारः. अधुना तदभाव इति इत्युक्ते प्रकाराभावः. तर्हि अनुष्णत्वभावाभाव इति भवति. इत्युक्ते अनुष्णत्वम् इति एकनिमिषं भवता किम् उक्तम् आरम्भतः वदतु महोदय अत्र तद् इत्यनेन तदित्यनेन प्रकारः इत्युक्ते अनुष्णत्व अभावः इति कस्मिन् ज्ञाने प्रकारः प्रतिबन्धकज्ञाने प्रतिबन्धकज्ञाने अनुष्णत्व अभावः इति प्रकारः खलु सत्यं किन्तु तद् इति पदेन प्रतिबन्धकज्ञाने यः प्रकारः इति अस्ति तत् स्वीकर्तव्यं वा प्रतिबध्यज्ञाने यत् प्रकारः अस्ति तत् स्वीकर्तव्यं वा केवलं तत् इत्यनेन ओ केवलं तत् इत्यनेन कथम् अत्र अहं मन्ये अत्र प्रतिबन्धकज्ञाने यः प्रकारः अस्ति तदेव स्वीकृत्य अग्रे पश्यामः वा न अत्र प्रतिबध्यज्ञाने यः प्रकारः अस्ति ओ अस्तु तस्य अभावः प्रतिबन्धकज्ञाने भवेत् खलु तदा एव विरोधः भवति ओ अस्तु अस्तु अतः एव प्रथमतया तत् इत्यनेन प्रतिबध्यज्ञाने प्रकारः इति ग्राह्यम् अनन्तरं तदभावः इति आगच्छति अतः प्रतिबन्धकज्ञानस्य निरूपणं भवति तेन अस्तु समीचीनम् इत्युक्ते अत्र पश्यतु महोदय अत्र विरोधित्वं निरूपणीयं विरोधित्वं कथं सिद्ध्यति इति चेत् अत्र समानविशेष्यमस्ति अतः तत्र विशेष्यं स्वीकृत्य विरोधः न निरूपयितुं शक्यते समानविशेष्यता अवच्छेदकौ स्तः तर्हि अवच्छेदकं स्वीकृत्यापि विरोधं न स्वीकर्तुं शक्यते अपि च प्रकारस्य अवच्छेद प्रकारतायाः अवच्छेदकः यः अस्ति सः एव अवच्छेदकः प्रतिबन्धकज्ञाने अपि प्रकार अभावप्रतियोगिता अवच्छेदकः तर्हि सर्वं समानमस्ति तर्हि कुत्रचित् विरोधः भवेत् खलु नो चेत् विरोधः न सिद्ध्यति तर्हि तत्र विरोधः कः इति चेत् प्रतिबध्यज्ञाने यत् प्रकारविधया भासते तस्य अभावः सत्यं प्रतिबन्धकज्ञाने अभावः इत्युक्ते सः अनवस्थानविरोधः अभावः इत्युक्ते तत्र विरोधः इति अस्माभिः पठितं खलु आरम्भे इत्युक्ते वद्यघातकः वद्यघातविरोधः सः अनवस्थानविरोधः इति एकमस्ति चेत् द्वितीयं मध्ये नकुलसर्पयोः मध्ये वद्यघातकविरोधः अस्ति एकस्मिन् स्थाने द्वयमपि भवितुमर्हति किन्तु प्रकाशः अन्धकारः अनयोः मध्ये सः अनवस्थानदोषविरोधः अस्ति यत्र प्रकाशः अस्ति तत्र अन्धकारः न भवति यत्र अन्धकारः अस्ति तत्र प्रकाशः न भवितुमर्हति तर्हि विरोधः कुत्रचित् निरूपणीयं तदा एव प्रतिबन्धकत्वं सिद्ध्यति खलु तर्हि तादृशविरोधः कुत्र अस्ति इति चेत् अस्मिन् अस्यां मुद्रयां केवलं प्रकारः अपि च प्रकार अभावः तत्र अस्ति तर्हि तत् इत्यनेन प्रतिबध्यज्ञानस्य प्रकारः स्वीकरणीयः अस्तु इदानीं प्रतिपादनं अस्तु तर्हि अत्र प्रतिबध्यज्ञानमस्ति वह्निः अनुष्णत्ववान् तस्मिन् प्रकारः अस्ति अनुष्णत्वम् इति अतः अत्र तत् इत्यनेन अनुष्णत्वम् इति स्वीकरणीयं तत् अभावः इत्युक्ते प्रकाराभावः तर्हि अनुष्णत्व अभावः इति आगच्छति तद् अभाववत् इति विशेष्यः भवति अतः अत्र तद् अभाववत् इत्युक्ते अनुष्णत्व अभाववत् इति वह्निः इति भवति किन्तु इदानीं किं करोतु महोदय अत्र तदभाववत् इति ज्ञानं स्वीकरोतु ओ अस्तु तदभाववत् इति न तु वह्निः परन्तु प्रतिबन्धकज्ञानम् इति किमिति चेत् इदानीं वह्निः उभयत्र समानमस्ति खलु ओ पुनः तर्हि वह्नौ पुनः आगच्छामश्चेत् अत्र किमपि प्रयोजनं नास्ति प्रतिबन्धकत्वं न सिद्ध्यति तर्हि तद् इति प्रतिबध्यज्ञानस्य प्रकारः तदभावः इत्युक्ते प्रतिबध्यज्ञानस्य यः प्रकारः अस्ति तस्य अभावः तदनन्तरं तद् अभाववत् इत्युक्ते ज्ञानं यस्मिन् ज्ञाने प्रतिबध्यज्ञानस्य प्रकारस्य अभावः अस्ति तद् ज्ञानम् अस्तु प्रतिबध्य ज्ञाने यः प्रकारः अस्ति तस्य अभावः यस्मिन् अस्ति तद् ज्ञानम् इति प्रतिबद्ध तद् अभावः स्थिति भवति. सत्यम् अस्तु अस्तु. तर्हि अनुष्णत्व अभाववत् इति किम् इत्युक्ते ज्ञानं प्रतिबन्धकज्ञानं तद् अभाववत्ता कुत्र अस्ति? ज्ञाने अस्ति, प्रतिबन्धकज्ञाने अस्ति. अतः तदभाववत्ता निश्चयः कः इत्युक्ते प्रतिबन्धकज्ञानम् इत्युक्ते वह्निः अनुष्णत्व अभाववान् इति प्रतिबन्धकज्ञानम् इति एव तदभाववत्ता निश्चयः. अपि च तदभाववत्ता निश्चयत्वं निश्चयत्वं प्रतिबन्धकज्ञाने अस्ति इत्युक्ते वह्निः अनुष्णत्व अभाववान् इति निश्चये अस्ति. अस्तु, इतोपि एकः एव प्रश्नः भवता वक्तव्यमस्ति. कथं विषयः प्रकारः इति विषयः अस्ति खलु, प्रत्येकं ज्ञानस्य विषयत्रयः त्रयः विषयाः भवन्ति, विशेष्यः प्रकारः अपि च संसर्गः. विषयः नो चेत् प्रकारः, तदेव अस्माकं विषयः अत्र. प्रकारः ज्ञाने अस्ति इति कथं वक्तुं शक्नुमः? प्रकारता इति सम्बन्धेन ज्ञान प्रकारः प्रश्नः कः? प्रकारः कथं ज्ञाने अस्ति इति. प्रकारः केन सम्बन्धेन ज्ञाने अस्ति? विषयता न, प्रकारता सम्बन्धेन अस्ति खलु, विषयता सम्बन्धेन. विषयता प्रकारः इति विषयः, अतः विषयता सम्बन्धेन प्रकारतासम्बन्धेन विषये अस्ति, प्रकारे अस्ति वा? प्रकारः प्रकारतासम्बन्धेन ज्ञाने अस्ति वा? तत्र न स्मरणं कर्तव्यं, तदर्थमेव मया पृष्टम्. आम् तत्र लिखितम् अस्ति अहं, परन्तु अधुना न अत्र भवता न द्रष्टव्यं, भवान् ऊहां कर्तुं शक्यते. इत्युक्ते ज्ञानस्य विषयः खलु? आमां, ज्ञानस्य विषयः. तर्हि ज्ञानं विषयतासम्बन्धेन विषये अस्ति, विषयः विषयितासम्बन्धेन ज्ञाने अस्ति. किमर्थमिति चेत् ज्ञानमेव विषयीकरोति खलु इति कृत्वा विषयः ज्ञाने विषयितासम्बन्धेन अस्ति. एवं प्रकारः ज्ञाने केन सम्बन्धेन अस्ति? प्रकारता विषयिता प्रकारिता विषयिता प्रकारः ज्ञाने प्रकारितासम्बन्धेन अस्ति इति कृत्वा प्रकारितासम्बन्धेन प्रतिबन्धकज्ञानं प्रकार अभाववत् भवति. सत्यं, मया उक्तं खलु अत्र तद् अभाववत् इत्युक्ते ज्ञानम् इति स्वीकरोतु. तर्हि कथं केन सम्बन्धेन ज्ञानं प्रकार तदभाववत् प्रकार अभाववत् कथं भवति इति चेत् प्रकारितासम्बन्धेन भवति इति अवगन्तव्यम्. आम् सत्यं, प्रकार प्रकार अभाववत् इति प्रकारितासम्बन्धेन ज्ञानं प्रकारितासम्बन्धेन ज्ञाने अस्ति. उत्तमं, बहु उत्तमं महोदय. अस्तु, तर्हि सर्वे अनेन चिन्तनेन सर्वे अवगतवन्तः अत्र प्रतिबन्धकत्वम् इत्यत्र प्रमात्वं चिन्तनीयं. यत्किमपि ज्ञानं वयं प्रतिबन्धकत्वेन स्वीकुर्मः तत्र प्रमात्वम् अस्ति वा? प्रमात्वमस्ति चेत् केन प्रमाणेन प्रमात्वं साधितम् इति चिन्तनीयं. तदनन्तरं तत्र निश्चयत्वम् अस्ति वा इति चिन्तनीयं. तदनन्तरं समान आकारकत्वं, समान आकारकत्वे यद्यपि अत्र चत्वारः निकषाः अस्माभिः उक्ताः, तत्र त्रयः निकषाः समानाः भवन्ति. केवलं एकया निकषया एव अत्र विरोधित्वं सम्पाद्यते द्वयोः मध्ये. सा निकषा का इति चेत् प्रतिबद्धज्ञाने यः प्रकारः अस्ति सः एव प्रकारः प्रतिबन्धकज्ञाने भवेत्. किन्तु तर्हि तत्र अन्यत् सर्वम् आवश्यकम् इति नास्ति इति नास्ति. इत्युक्ते एकस्मिन् ज्ञाने प्रतिबद्धज्ञाने वह्निः विशेष्यः अस्ति चेत् प्रतिबन्धकज्ञाने यदि घटः विशेष्यः अस्ति चेत् तयोः मध्ये प्रतिबन्धकत्वं नास्ति, प्रतिबन्धकप्रतिबध्यसम्बन्धः नास्ति इति अवगन्तुं शक्नुमः. किन्तु यदि अन्यत्रयमपि समानमस्ति तदनन्तरं विरोधित्वं कथं सम्पाद्यते इति चेत् केवलं प्रकारः अपि च प्रकार अभावः इति केवलं तदेव स्वीकृत्य अत्र विरोधित्वं सम्पाद्यते द्वयोः मध्ये इति अवगन्तव्यम्. किमर्थमित्युक्ते अग्रे यदा वयं गच्छामः अत्र साक्षात् हेत्वावासः पञ्चविधहेत्वावासाः सन्ति, तत्र समूहालम्बनम् इति कश्चन ज्ञानस्य विषये चिन्तनं कुर्मः. तत्र केवलम् अत्र प्रकारः यदस्ति तत् स्वीकृत्य एव वदेम. भवतु, अग्रे गच्छेम. तर्हि इदानीं सत्यभौम भगिनी पठति वा अत्र इदं बोध्यम् इति. आं महोदय, अत्र इदं बोध्यं न हि नैयायिकैः प्रतिबध्यप्रतिबन्धकभावः स्वयमुत्पद्यते अथवा जनान् प्रति शिष्यते. किं तर्हि यद् सर्वैः जनैः अनुभूयते तदेव सम्यक्. सर्वैः जनैः अनुभूयते तदेव सम्यक् परिष्कृत्य निष्कृष्टरूपेण निरूप्यते. प्रकृते अपि तथैव भूतले घटाभावनिश्चये सति तत्र घटवत्ता बुद्धिर् न जायते इति सिद्धमेव इदं. परन्तु कुतः प्रतिबन्धकमिदं ज्ञानम् इति विचारे क्रियमाणे प्रकारता अवच्छेदकस्य विशेषता अवच्छेदकस्य च निवेशः. निश्चयत्वस्य प्रतिबन्धकता अवच्छेदकत्वं सर्वेषां समानं तदभाववत्ता निश्चयत्वम् एवमादाय निष्कर्षः निरूपणवैशाध्याय परीक्षकरूपैः नैयायिकैः क्रियन्ते. अस्तु तावत्. अत्र पङ्क्तिशः न वक्तव्यं, केवलम् अत्र किं जायमानमस्ति इति उक्तं. तर्हि अवगच्छति चेत् सशब्दैः वदतु महोदय. ऐ थिङ्क् अत्र प्रतिबन्धकज्ञानं प्रतिबध्यज्ञानं तत् यदा अहं वयं लौकिकदृष्ट्या यत् ज्ञायते तदेव अत्र परीक्षणं कृत्वा अवच्छेदकं स्वीकृत्य विशेषे यत् समान अवच्छेदकं भवति तत्र क्रियमाणे प्रकारता अवच्छेदस्य तत् स्वीकृत्य अस्मिन् वाक्ये तद् निवेश्य परिष्कृत्य उक्तमस्ति इति. यद् ज्ञानम् इदानीं यदि कोऽपि न्यायं न पठितवान् भवतु, इदानीम् अहं भूतले घटः अस्ति वा इति पृष्टे सति सः किं वदति, साक्षात् दृष्ट्वा भूतले घटाभावः अस्ति, तर्हि भवान् किं वदति इति यद् मया उक्तं तस्य आक्षेपं करोति खलु. न्यायज्ञानम् अस्ति चेत् अत्र प्रकारः इत्युक्ते किं, विशेष्यः इत्युक्ते किं, विशेष्यता अवच्छेदकः इत्युक्ते किं, भावाभावप्रकारः इत्युक्ते किम् इति एतत् सर्वम् अज्ञात्वा सः साक्षात् वदति. तर्हि अत्र एतादृशगभीरचिन्तनं नैयायिकैः केवलं स्पष्टार्थं चिन्तितमेव, अत्र नूतनं किमपि नैयायिकैः न कल्पितम्. यत् सर्वजनसिद्धमस्ति तदेव सिस्टमेटिक् रूपेण दत्तं तावदेव. इत्युक्ते कुत्र विरोधः सम्पाद्यते इति चेत् उभयत्र भूतलमेव अस्ति, भूतलं भूतलत्वेन अवच्छिन्ना अस्ति, एकत्र प्रकारः घटः अस्ति, अन्यत्र प्रकारः घटाभावः अस्ति. तर्हि घटस्य यः अवच्छेदकः घटत्वं, सः एव तदेव अवच्छेदकः भवति घटाभावस्य प्रतियोगितायाः इति कृत्वा तदेतरविरोधित्वम् इति अत्र स्पष्टतया चिन्तितं तावदेव. अस्तु, नूतनं किमपि न उक्तं, नूतनं किमपि नैयायिकैः न कल्पितं, यत् सर्वजनसिद्धमस्ति तदेव सिस्टमेटिक् रूपेण दत्तम् इति. अस्तु, अग्रे भगिनि. इतः परं हेत्वाभासप्रकरणे प्रकरणोपयोगिनी इतः हेत्वाभासप्रकरण प्रकरणोपयोगिनी अपरमपि मुद्रा पर्यालोचयाम. प्रतिबद्धज्ञाने यः प्रकारः तस्य अभावम् अवगाहमानः निश्चयः यदा प्रतिबन्धकः भवति इति अनुभवामः तथैव तादृश अभावस्य यत् व्याप्यं तत् प्रकारकनिश्चये सत् अपि प्रतिबद्ध्या बुद्धि न उत्पद्यते. इदानीं पूर्वं यद् निकषा वयं दृष्टवन्तः इतोपि एकम् अत्र आगच्छति, तदस्ति प्रतिबन्धक तादृश अभावस्य यत् व्याप्तिं स्वीकृत्य अत्र एकं पुनः एकं दलम् आगच्छति इति. दलम् इति नास्ति, भिन्नमुद्रा. भिन्नमुद्रा इत्युक्ते प्रथममुद्रा का? समानविशेष्यं न मुद्रा, मुद्रायाः आकारः कः? इदानीं तत् अभाववती निश्चयस्वरूपा इति. तदभाववता निश्चयः. निश्चयः इति मुद्रा अस्ति खलु, तत् प्रथममुद्रा. प्रथमा मुद्रा. द्वितीयमुद्रा इदानीं तदभावव्याप्य तदभावव्याप्यवत्ता निश्चयमुद्रा निश्चयत्वम् इति. तर्हि तत्र तदभावव्याप्यवत्ता निश्चयमुद्रा इति मुद्रा द्वितीयमुद्रा अस्ति. तस्य विग्रहवाक्यं वदतु इदानीं, समस्तपदस्य विग्रहवाक्यं. तद् अभाव अत्र तद् अभावस्य व्याप्ति क्रमेण गच्छतु. तद् इति प्रथमं पदमस्ति, तदनन्तरम् अभावः, तयोः मध्ये प्रथमसमासं वदतु. तद् तस्य अभावः तदभावः. तदनन्तरं तदभावस्य व्याप्यः. व्याप्यः नो चेत् व्याप्यं. व्याप्यं व्याप्यवत् इति समस्तपदं वदतु. अत्र प्रथमं विग्रहवाक्यम् उक्त्वा तदनन्तरं समस्तपदं वक्तव्यं. तदभावव्याप्यवत् तदभावव्याप्यवत् इति भवति. न न न भवती किमर्थं तदभा लङ्घनं करोति? तद् इति अस्तु, एवं वदतु भगिनि. तद् योगः अभावः. तत् प्रथमम् अस्तु, अहं प्रश्नं पृच्छामि, तद् वदतु. तदभावः इत्यस्य विग्रहवाक्यं वदतु. तद् तस्य अभावः तदभावः. तदभावव्याप्यः तदभावस्य व्याप्यः व्याप्य उत्तमम्. तदभावव्याप्यवत् तद् अभाव तस्मिन् इति वा अप्यवत् वदतु. मुद्रा विग्रहवाक्यं वदतु. तदभाववत् तदभावव्याप्यवत् तदभाववत् इति कथं वक्तव्यमिति न जानामि महोदय. वत् इति कथं कः प्रत्ययः अस्ति अत्र? मतु प्रत्ययः. तर्हि तद्वदतु. यस्मिन् अस्ति इति वा? तदभावव्याप्यं व्याप्यं यस्मिन् अस्ति इति. यस्मिन् तदभावव्याप्य योगः मतु तदभाववत् तदभाव यस्मिन् इत्यस्मिन् अर्थे तदभावव तदभावव्याप्यवत् तद् अभावव्याप्यवत्ता व्याप्यवत् व्याप्यवत्ता इति पुनः यस्मिन् अस्ति तस्य भावः प्रत्ययं योजयतु तल् प्रत्ययः वत्ता इति कस्मिन् अर्थे तल् प्रत्ययः तस्य भावः एव उत्तमं समीचीनं तर्हि इदानीम् आगतं खलु तद् अत्र मुख्यवार्ता किम् इति चेत् तादृश तद् अभाव तदभावस्य व्याप्यम् इदानीम् अन्तिम अत्र पुनः पठतु भगिनि तथैव तादृश अभावस्य यत् व्याप्यं तत् प्रकारकनिश्चये सत् अपि प्रतिबद्ध्या बुद्धि न उत्पद्यते अस्मिन् विषये किञ्चित् चिन्तयतु स्वचिन्तनं करोतु अत्र विरोधिः भवति इति उक्तम् इदानीम् उदाहरणं स्वीकृत्य वदामि वा महोदय अदर्वैस् कथं वक्तुं शक्यते तदभावस्य वाप्यम् इति भवान् पृच्छतु अहं वदामि तद् इति न अत्र उदाहरणम् अस्वीकृत्य भवत्या चिन्तयितुं शक्यते व्याप्यम् इति पदस्य अर्थः कः यत्र यत्र तदेव यत्र यत्र साध्यं तत्र तत्र यत्र यत्र हेतु तत्र तत्र साध्यम् इति खलु हा न तत्तु हेतुसाध्ययोः मध्ये भवति इदानीं व्याप्यम् इत्युक्ते किं व्याप्यम् इत्यस्य लक्षणं किम् वयं पठितवन्तः निरूपकम् इति व्याप्तिनिरूपकम् इति वा प्रथमं अस्तु सामान्यतया भवती वदतु व्यापक इत्युक्ते भवती किं भवतीबोधः जायते यत् अधिकदेशवृत्तित्वमस्ति हा इति सामान्य अर्थः खलु व्यापकम् इत्युक्ते अधिकदेशवृत्तित्वं व्याप्यम् इत्युक्ते न्यूनदेशवृत्तित्वं हा तदनन्तरं तस्य परिष्कारः कृतः परिवर्तितं पूर्वम् एतादृश अवगमनम् आसीत् व्यापकम् इत्युक्ते अधिकदेशवृत्तित्वं यस्मिन् अस्ति व्याप्यम् इत्युक्ते न्यूनदेशवृत्तित्वं यस्मिन् अस्ति तदनन्तरं तत्र किञ्चित् चिन्तनं कृत्वा सर्वत्र एतादृशं नास्ति इत्युक्ते समानदेशवृत्तित्वमपि भवति व्याप्यव्यापकभावयोः मध्ये इति अनतिरिक्तवृत्तित्वम् हा तर्हि इदानीं परिष्कृतलक्षणं किं व्याप्यस्य परिष्कृतं अनतिरिक्तवृत्तित्वं उभयमपि न वक्तव्यम् एकमेव वक्तव्यं व्याप्यस्य लक्षणं किं व्यापकस्य लक्षणं किम् अनतिरिक्तवृत्तित्वं व्याप्ति अन्यूनवृत्तित्वं व्यापकः हा उत्तमम् अन्यूनवृत्तित्वं व्यापकम् अन अतिरिक्तवृत्तित्वं व्याप्यं व्याप्यम् व्याप्यं खलु व्याप्यम् व्याप्तिः इत्युक्ते व्यापकव्याप्ययोः मध्ये यः सम्बन्धः अस्ति तादृशसम्बन्धबोधकवाक्यम् अस्ति व्याप्तिः इति अस्तु तर्हि इदानीं व्याप्यम् इत्युक्ते किं पुनः एकवारं वदतु केवलं व्याप्यस्य लक्षणं व्याप्य अनतिरिक्तवृत्तित्वं व्याप्यम् अनतिरिक्तवृत्तित्वं व्याप्यम् उत्तमं तर्हि इदानीं तादृश अभावस्य यद् व्याप्यम् अनतिरिक्तवृत्तित्व अभाव उभयमपि मा वदतु अन्यून अनतिरिक्त इति वदति चेत् अनतिरिक्तवृत्तित्व अभावः तादृश अभावस्य यत् व्याप्यम् अभावस्य व्याप्यम् इत्यस्य अर्थः कः अभावस्य व्याप्यम् इत्युक्ते तादृश अभावस्य यत् व्याप्यम् इत्युक्ते यत्किमपि व्याप्यं भवति तत् उदाहरणं त्यजेम यत्किमपि व्याप्यं भवितुमर्हति खलु तर्हि तत्र यद् व्याप्यमस्ति तस्य अपेक्षया तद् अभावः किं भवेत् व्यापकं भवति खलु तर्हि तद् अभावः इति व्यापकं भवति अन्यत् व्याप्यं भवति तदनन्तरं तत्प्रकारनिश्चये सत्यपि इत्युक्ते अत्र तत् प्रकारनिश्चये अत्र तत् इत्यनेन किं स्वीकर्तव्यम् व्याप्यः स्वीकर्तव्यम् उत्तमं बहु उत्तमं तर्हि तत् प्रकार इत्युक्ते तदभावस्य व्याप्यः यदस्ति तादृशव्याप्यः यदि प्रकारत्वेन प्रतिबन्धकज्ञाने अस्ति चेत् अस्ति चेत् तादृशप्रतिबन्धकज्ञानं प्रतिबन्धकं भवति प्रतिबद्धज्ञानं प्रति इत्युक्ते प्रतिबन्धकत्वम् एतादृशेनापि निरूपयितुं शक्यते इति आगतम् पूर्वम् अस्माभिः किम् उक्तं पूर्वस्मिन् पूर्वस्यां मुद्रायां तद् अभाववत्ता निश्चयः इत्युक्ते प्रतिबद्धज्ञाने यः प्रकारः अस्ति तस्य अभावः प्रतिबन्धकज्ञाने न प्रतिबन्धकज्ञाने इति न वक्तव्यम् अन्यस्मिन् ज्ञाने प्रकारविधया भासते चेत् तर्हि तज्ज्ञानं प्रतिबन्धकं भवति इति अवगतं खलु अत्र प्रतिबद्धज्ञाने यः प्रकारः अस्ति तस्य अभावः प्रतिबन्धकज्ञाने नास्ति तस्मिन् स्थाने किमस्ति अत्र निश्चयः मुद्रा इति वा न पुनः पृच्छामि श्रुत्वा वदतु प्रथमायां मुद्रायां किं प्रतिबद्धज्ञाने यः प्रकारः अस्ति तस्य अभावः प्रकारस्य अभावः प्रतिबन्धकज्ञाने प्रकारः खलु इदानीं द्वितीयायां मुद्रायां प्रतिबद्धज्ञाने यः प्रकारः अस्ति तस्य अभावः प्रतिबन्धकज्ञाने न भवति प्रकारविधया न भासते किन्तु अन्यत् किमपि भासते तत्र तत् किम् यत् व्याप्यं तत् हा उत्तमं कस्य व्याप्यं तदभावस्य व्याप्यं खलु इत्युक्ते द्वितीयायां मुद्रायां प्रकारस्य अभावः नास्ति किन्तु प्रकार अभावस्य यद् व्याप्यः अस्ति तद् प्रकारविधया भासते द्वितीयज्ञाने द्वितीयमुद्रायां तर्हि इदानीं भवत्या वक्तव्यं यदि व्याप्यं प्रकारविधया भासते चेत् कथं विरोधिः भवति इति भवत्या निरूपणीयं चिन्तनीयम् व्याप्ति इत्युक्ते व्याप्तिविषये किमपि न कृपया मा चिन्तयतु व्याप्ति तत्र ईकारः मया न श्रोतव्यः एव अस्माकं पुरतः व्याप्य तत् प्रकारनिश्चये सदापि प्रतिपद्यते उदाहरणं उदाहरणं स्वीकृतश्चेत् समीचीनं भवति, किन्तु उदाहरणात् तत्प्रकारक इदानीं तत्प्रकारकनिश्चये इति भागं खलु महोदय? सत्यं प्रतिबन्धकज्ञाने प्रकारः कः? प्रतिबन्धकज्ञाने अभावः नास्ति. ओ इदानीम् अत्र व्याप्यः, व्याप्यः खलु, व्याप्यः तस्य व्याप्यः, तदभावस्य व्याप्यः, तदभावस्य व्याप्यः प्रतिबन्धकज्ञाने प्रकारः प्रकाररूपेण अस्ति चेत् तादृशज्ञानमपि प्रतिबन्धकं भवति इति कथम्? केवलम् एकमेव अस्माकं कृते सर्वे सामग्र्यः सन्ति, सर्वाः सामग्र्यः सन्ति अस्य अस्य प्रश्नस्य उत्तरं दातुं भवत्या वक्तुं शक्यते. व्याप्यत्वं नाम किम् इदानीं पुनः वदतु लक्षणं. व्याप्यत्वम् अनतिरिक्तवृत्तित्वं. हा अनतिरिक्तवृत्तित्वं खलु, तर्हि तदस्ति प्रतिबध्यज्ञाने यः प्रकारः अस्ति तस्य अभावस्य व्याप्यं यदि प्रतिबन्धकज्ञाने प्रकारतया भासते, प्रकारविधया भासते, तर्हि तत् प्रतिबन्धकत्वमेव भवति. किमर्थम् इत्युक्ते यत्र व्याप्यमस्ति तत्र निश्चयेन प्रतिबध्यज्ञाने यः प्रकारः अस्ति तस्य अभावः अस्ति खलु, अस्ति इति कृत्वा प्रतिबन्धकत्वं सिद्ध्यति. इति कृत्वा प्रतिबन्धकत्वं सिद्ध्यति. पुनः वदामि, सर्वे शृण्वन्तु. महोदय प्रतिबन्धकज्ञाने प्रकारता अस्ति, व्यापकता किमर्थं वदति? प्रकारकम् अस्ति, व्याप्य अभावः इति भवति वा? अभावः नास्ति. एकनिमिषम्, अथवा अभावः यद् अधिकदेशवृत्तिः अस्ति तद् भवति वा? न अस्तु. अत्र प्रतिबन्धकज्ञाने प्रकारः कः? व्याप्यः. उत्तमं, बुद्धं खलु, तत्र क्लेशः नास्ति खलु, तत्र क्लेशः नास्ति. तर्हि प्रतिबन्धकज्ञाने व्याप्यः प्रकारः अस्ति चेत् तर्हि व्याप्यः प्रकारः अस्ति चेत् व्यापकः किं भवेत्? तदभावः. तदभावः इत्युक्ते किं? तत्र तत् इति पदेन किम्? व्याप्यः न, इदानीं व्याप्यः अस्ति प्रकारः. व्याप्यः इति प्रकारः अस्ति चेत् व्यापकः कः? अत्रैव मम क्लेशः, तद् मया चिन्तितं व्यापकं, तदभावः अस्ति इति. न न, अतः एव भवती सर्वम् उक्तवती, तद् अभावव्याप्यवत्ता निश्चयमुद्रया इत्यत्र आरम्भे तत्र तद् इति अनेन किम् अवगतम्? तदभावव्याप्यवत्ता इति समस्तपदे तद् इत्यनेन किम्? प्रथमतत् इति वा? हा, अत्र एकमेव तद् अस्ति खलु, तदभावव्याप्यवत्ता इति. प्रकारः, प्रकारः इति मा वदतु, अत्र कस्मिन् व्याप्यभाव, व्याप्यः खलु भगिनि. अस्तु, भवती किञ्चित् शृणोतु, भवती अवगतवती किन्तु किञ्चित् क्लेशः अस्ति मनसि. अस्तु वर्षा भगिनि, भवती वदति वा? महोदय प्रश्नः पुनः पृच्छतु. महोदय प्लीज आस्क अगेन महोदय आई एम सॉरी आई डिडंट हियर अस्तु तद् अभाव व्याप्यवत्ता निश्चय मुद्रा इत्यस्मिन् विषये चिन्तनम् अस्मिन् समस्तपदे तद् इत्यनेन किं गृहीतव्यम् प्रतिबद्धज्ञानस्य प्रकारः उत्तमं प्रतिबद्धज्ञानस्य प्रकारः तदनन्तरं तदभावः इत्युक्ते किम् तत्प्रकारस्य अभावः तर्हि तत्र प्रतिबद्धज्ञानस्य प्रकार इति वदतु प्रतिबद्धज्ञानस्य प्रकारस्य अभावः उत्तमं तदनन्तरं तदभावव्याप्यः इत्युक्ते किम् यस्मिन् अत्र अनतिरिक्तवृत्तित्वम् अस्ति तद् व्याप्यः भवति तदभावस्य अनतिरिक्तवृत्तिः यत्र वर्तते न यथा इदानीं तदभावः इत्युक्ते प्रतिबद्धज्ञानमिति आरब्धं कृतवती खलु तादृशं वदतु ओके प्रतिबद्धज्ञानस्य प्रकारस्य अभावस्य अभावस्य अनतिरिक्तवृत्तित्वं यत्र अस्ति तदेव व्याप्यवत्ता अस्ति अत्र उत्तमं तर्हि तत्र वस्य इत्युक्ते प्रतिबद्धज्ञानस्य प्रकारस्य अभावस्य इति तत्र षष्ठी अनुक्त्वा अपेक्षया इति वक्तुं शक्यते खलु प्रतिबद्धज्ञानस्य प्रकारस्य अभावस्य अपेक्षया यद् अनरिक्तवृत्ति यस्मिन् अनतिरिक्तवृत्तित्वम् अस्ति तद् व्याप्यं भवति खलु तादृशव्याप्यः इदानीम् इत्युक्ते तादृशव्याप्यस्य इत्युक्ते तद् अभावव्याप्यवत् इदानीं किम् तद् अभावव्याप्यवत् विशेषः भवति ज्ञानस्य विशेषः न ज्ञानस्य विशेष्यः नास्ति किमर्थं विशेष्यस्य विषये चिन्तनम् इदानीं पक्षः अस्ति किल महोदय यत्र ज्ञानं वर्तते पक्षस्य विषये चिन्तनमेव नास्ति खलु किमर्थम् अत्र पक्ष प्रथमवारं पक्षः इति पदम् अस्मिन् वर्गे अहं शृणोमि एतावत्पर्यन्तं पक्ष इति पदं न उक्तं खलु तद् अभावव्याप्यवत् इति ज्ञानम् महोदय तदेव सह मया चिन्तितं खलु प्रतिबन्धकसम्बन्धेन अस्तु तर्हि इदानीं भवती प्रतिपादयतु कथम् अत्र विरोधित्वं यदि प्रतिबन्धकज्ञाने व्याप्यं प्रकारतया भासते चेत् प्रकारविधया भासते चेत् कथं विरोधित्वं सम्पादितम् इति भवती प्रतिपादयतु इदानीम् आगम सोरि सोरि महोदय वाट् इण्टरप्टेड् हा महोदय केन् यू प्लीस् रिपीट् दट् क्वश्चन् महोदय इदानीं प्रतिबन्धकज्ञाने प्रतिबद्धज्ञानस्य प्रकारस्य अभावस्य व्याप्यं प्रकारविधया भासते प्रतिबन्धकज्ञाने यदि एतादृशव्याप्यं प्रकारविधया भासते तर्हि विरोधित्वं कथं सम्पादितम् इति भवत्या निरूपणीयम् उदाहरणं स्वीकृत्य वा महोदय न उदाहरणं न स्वीकरणीयम् अत्र केवलम् एकमेव एकस्मिन् विषये एव चिन्तनीयम् अनतिरिक्तवृत्तित्वं व्याप्यम् इत्युक्ते अनतिरिक्तवृत्तित्वम् हा महोदय, केवलं तत् स्वीकृत्य वक्तव्यम्। अनतिरिक्तवृत्तित्वम् अस्तु, प्रतिबन्धकज्ञाने प्रकारविधया किं भासते? अभावः भासते न, ओ अभावव्याप्य व्यापक व्याप्यत्वं भासते न न, व्याप्यत्वम् इति किमर्थं? व्याप्यं भासते खलु, प्रकारविधया प्रतिबन्धकज्ञाने किम् अस्ति? व्याप्यं भासते अभावविधया, प्रकार अभावव्याप्यः व्याप्यं भासते खलु। इदानीं व्याप्यं यत्र अस्ति तत्र व्यापकं भवेद् वा न वा? भवेत्, भवेद् खलु। इदानीं व्याप्यं किं, व्यापकं किम्? व्यापकम् इत्युक्ते अन्यून अन्यूनवृत्तित्वं व्यापकम्। तत्तु बुद्धं, किन्तु अस्मिन् सन्दर्भे, अस्मिन् सन्दर्भे व्यापकं किम्? नो चेत् प्रतिबन्धकज्ञाने यद् व्याप्यमस्ति तत् केन व्यापितम् अस्ति? अत्र व्यापकः कः? अभाव प्रकार अभावः व्याप, आरम्भतः वदतु, केवलं प्रकारः इति चेत् कस्मिन् ज्ञाने प्रकारः इति प्रश्नः भूतं वदति खलु, खलु प्रतिबद्धज्ञानस्य प्रकारस्य अभावः व्याप्यः, व्याप्यः व्यापकः व्यापकः। तर्हि विरोधित्वं सम्पादितं खलु, प्रथमायां मुद्रायां प्रतिबद्धज्ञानस्य यः प्रकारः अस्ति तस्य अभावः साक्षात् प्रकारविधया भासते, किन्तु द्वितीयायां मुद्रायां प्रतिबद्धज्ञानस्य यः प्रकारः अस्ति तस्य अभावस्य व्याप्यः अस्ति प्रकारविधया। तर्हि व्याप्यः प्रकारविधया भास्यते चेत् तत्र व्यापकः अपि निश्चयेन अस्ति खलु, यस्मिन् व्याप्यमस्ति तत्र व्यापकमपि भवेत् खलु। इति कृत्वा इदानीं किं जातं, प्रकार अभावः अपि अस्ति इति निरूपितं भवति। प्रतिबन्धकज्ञाने व्याप्यमस्ति चेत् तत्र व्यापकमपि अस्ति इति अवगन्तुं शक्नुमः खलु। व्यापकं किम्? प्रतिबद्धज्ञाने यः प्रकारः अस्ति तस्य अभावः व्यापकः। बुद्धं वा? अभावः व्यापकः, अभावः व्यापकः, हां ऐ थिङ्क् सो महोदय, ऐ थिङ्क् विद् एन् एक्साम्पल् ऐ अण्डर्स्टाण्ड् इट् बेटर्। अस्तु, तर्हि भवती अग्रे पठतु। तदभावव्याप्यवत्ता निश्चयमुद्रा, यथा हृदः वह्नि अभावव्याप्य जलवान् इति निश्चये सति हृदः वह्निमान् इति तद्वत्ता बुद्धिः न भवति। अत्र अस्ति हृदः हृदः वह्नि अभावव्याप्य जलवान् इति निश्चयज्ञानम् अस्ति चेत् हृदः वह्निमान् इति ज्ञानं न भवति। प्रतिबद्धज्ञानं किम्? प्रतिबद्धज्ञानम् अस्ति हृदः हृदः वह्निमान् इति। प्रश्नं पृच्छामि, तस्य उत्तरं वदतु। प्रतिबद्धज्ञानमस्ति हृदः वह्निमान्, अस्मिन् प्रतिबद्धज्ञाने प्रकारः कः? वह्निः। हा, इदानीं वह्निः, वह्नेः अभावः वह्नि अभावः, वह्नि अभाव व्याप्यः कः? जलम्। हा, तद् जलं कुत्र अस्ति? हृदि। न, इत्युक्ते जलं प्रकारविधया कस्मिन् ज्ञाने भासते? प्रतिबन्धकज्ञाने भासते। दट् इस् वेरि गाट् कन्फ्यूस्ड् महोदय। सो दिस् जलवान् रेफर्स् टु नाट् नो जलवान् रेफर्स् टु हृदः इन् दिस् वाक्यं, बट् वेन् यु आस्क् जलः तत् व्याप्य जलः कुत्र अस्ति, देन् वि शुड् से निश्चयज्ञाने अस्ति इति निश्चयज्ञानस्य आकारः खलु। अत्र मुद्रा तद् अभाव व्याप्यवत्ता निश्चय मुद्रा कुत्र अस्ति इति चेत् प्रतिबन्धकज्ञाने अस्ति। निश्चयत्वं कुत्र अस्ति? प्रतिबन्धकज्ञाने अस्ति। हा, इदानीं बुद्धं खलु? हा महोदय। तर्हि अत्र पश्यतु, हृदे जलमस्ति इति एव ज्ञानं, किन्तु ह्रदः जलवान् इति ज्ञानम्, इत्युक्ते ह्रदे जलमस्ति इति ज्ञानं, तादृशज्ञानं किं प्रतिबध्नाति? वह्निः ह्रदः ह्रदे वह्निः अस्ति इति ज्ञानं प्रतिबध्नाति। ह्रदः जलवान् इति ज्ञानं ह्रदः वह्निमान् इति ज्ञानस्य प्रतिबन्धनं करोति। किन्तु इदानीं यदि एतादृशं वदामश्चेत् ह्रदः जलवान् इति ज्ञानं ह्रदः वह्निमान् इति ज्ञानस्य प्रतिबन्धनं करोति इति चेत्, इदानीं भवती अत्र समान आकारकत्वस्य विषये चिन्तनं करोतु। समान आकारकत्वं समानाकारत्वं विशेष्यः समानमस्ति अत्र ह्रदः इति, प्रकारः अस्ति वह्निः प्रतिबद्धज्ञाने, तदनन्तरं विशिष्टः अवच्छेदकः हृदत्वम् इति स्वीकुर्मः, प्रकारः समानः अस्ति, प्रकारः अस्ति प्रतिबद्धज्ञाने वह्निः, प्रतिबन्धकज्ञाने वह्नि अभावः, अतः भाव ओ नो नो वह्नि अभावव्याप्यः इति वक्तव्यं महोदय। इदानीं यद् मया उक्तं तद् आधारीकृत्य वदतु। प्रतिबध्यज्ञानमस्ति ह्रदः वह्निमान्, प्रतिबन्धकज्ञानमस्ति ह्रदः जलवान्, तावदेव मया उक्तम्। ओके, अत्र तु न वक्तुं शक्यते किल। हा, तर्हि प्रथमया मुद्रया अत्र विरोधित्वं न वक्तुं शक्यते खलु? प्रतिपादयितुं किमर्थम् इति? किमर्थं चेत् जलम् अपि च वह्निः मध्ये वयं डैरेक्ट्लि वयं भावाभावः न वक्तुं शक्यते किल, परन्तु व्याप्यत्वं स्वीकृत्य वक्तुं शक्यते, यत्र यत्र वह्निः अस्ति तत्र जलं नास्ति इति। हा, तत्र तदनन्तरं चिन्तयेम। अत्र क्लेशः कः इति चेत्, किमर्थं द्वितीयमुद्रा उक्ता इति प्रश्नस्य अवगमनं भवेत्। प्रथममुद्रया प्रथमायां मुद्रायां प्रतिबद्धज्ञाने यत् प्रकारविधया भासते तस्य अभावः प्रतिबन्धकज्ञाने प्रकारविधया भासेत, किन्तु तादृशं नास्ति अत्र। प्रतिबद्धज्ञानं किं? ह्रदः वह्निमान्, अत्र प्रकारः अस्ति वह्निः, वह्नि अभावः प्रकारविधया प्रतिबन्धकज्ञाने न भासते। किं भासते तर्हि? तत्र जलं भासते, वह्निः ह्रदः जलवान् इत्यत्र जलमेव प्रकारविधया भासते, न तु वह्निः अभावः इति कृत्वा प्रथममुद्रया अत्र विरोधित्वं न सम्पादयितुं शक्यते इति कृत्वा द्वितीयमुद्रा उक्ता अस्ति। तर्हि इदानीं प्रतिपादयतु अत्र द्वितीयमुद्रा कथं सङ्गच्छते इति प्रतिपादयतु। हा, यदि वयं द्वितीयमुद्रायां वह्नि अभावव्याप्यत्वम् इति स्वीकुर्मः तदा विरोधित्वं सङ्गच्छते। अत्र प्रथमं तु प्रतिबद्धज्ञाने वह्निः इति वह्नित्वम् अवच्छेद्य प्रकारविषये चिन्तयतु भगिनि। इदानीम् अन्यत् सर्वं मास्तु, वह्निः वह्नित्वम् एतत् सर्वं समानमस्ति खलु, केवलं प्रकारः कः? हा, वह्निः इति प्रकारः भवति प्रतिबद्धज्ञाने, वह्नि अभावव्याप्यः इति प्रकारः भवति प्रतिबद्धकज्ञाने। प्रतिपादयतु कथम् इति। किमर्थं चेत् वह्निः तु स्पष्टमेव, हृदः वह्निमान् इति वाक्यमस्ति. हृदः जलवान् इति वाक्ये वयं जलम् अपि च वह्निं मध्ये व्याप्यव्यापकभावः अभावं स्वीकृत्य वक्तुं प्रयत्नं कृतवन्तः. हृदः वह्नि अभावव्याप्य जलवान् इति वाक्यं परिष्कर्तव्यं, हृदः जलवान् इति वाक्यस्य परिष्कर्तव्यं वाक्यं प्रति परिष्कर्तव्यं. हृदः वह्नि अभावव्याप्य जलवान् इति स्वीकुर्मश्चेत् अत्र प्रकारः भवति वह्नि अभावव्याप्यत्वं व्याप्यः इति. अतः प्रकारे भाव अभाव भाव अभाव प्रतियोगिता निरूपितुं शक्यते. इतोपि किञ्चित् स्पष्टतया वक्तव्यम् अत्र प्रकारविद्या प्रतिबन्धकज्ञाने प्रकारः कः? वह्नि अभावव्याप्यः नास्ति. जलम् इति किमर्थं त्यजति भगिनि? जलमेव अस्ति खलु इदानीं प्रकारः. ओके, बट् व्याप्यः इस् जल नो महोदय? तत् तादृशं वक्तव्यं. प्रथमं जलम् इत्युक्त्वा इदानीं प्रतिबन्धकज्ञाने यद् प्रकारविधया भासते जलं तद् किम् इति चेत् वह्निः अभावव्याप्यः व्याप्यम् इति निरूपणीयं. तस्य निरूपणं करोतु. जलम् ईस् वह्निः अभावव्याप्यम् इति निरूपणीयं. निरूपणं करोतु. ओके, वह्नि अभावव्याके अत्र अनतिरिक्तवृत्तित्वम् अस्ति. यत्र यत्र वह्नि अभावम् अस्ति तत्र तत्र जलत्वं, यत्र यत्र वह्नि अभावः न न न यत्र यत्र जलत्वम् अस्ति तत्र तत्र वह्नि अभावत्वम् इति वदति. ओके, यत्र यत्र जलः तत्र तत्र वह्नि अभावः इति अनतिरिक्तव्याप्ति अनतिरिक्तवृत्तित्वं वक्तुं शक्यते. हा, इति वक्तव्यम्. उत्तमम्, इदानीं समीचीनतया उक्तवती. प्रतिबन्धकज्ञाने यद् प्रकारविधया भासते जलं तत् वह्नि अभावव्याप्यं. कथम् इति चेत् यत्र यत्र जलं तत्र तत्र वह्नि अभावः अपि च इति अन्वयव्याप्तिः. व्यतिरेकव्याप्तिमपि वक्तुं शक्यते खलु. आम् महोदय, यत्र यत्र जलभावः यत्र यत्र यत्र यत्र जलाभावः न न यत्र यत्र सारि महोदय यत्र यत्र वह्नि अभावः न तदपि न वक्तुं शक्यते. व्यतिरेकव्याप्ति एकवारम् अत्र अन्यव्याप्तिवाप्यं पुनः एकवारं वदतु. यत्र यत्र जलं तत्र तत्र वह्नि अभावः. उत्तमं, तर्हि इदानीं यद् व्यापकत्वेन उक्तं वह्निः अभावः, तस्य अभावः इदानीं स्वीकरोतु. अन्य अभाव अभावः यत्र यत्र वह्नि अभावः तत्र वह्नि अभाव अभावः यत्र तत्र तत्र जलं जल अभावः. क्रमेण चिन्तनीयम्, क्रमेण चिन्तयामश्चेत् किमपि क्लेशः न भवति. तर्हि इदानीं किं निरूपितम्? यद्यपि अत्र भावाभावप्रकारकत्वं नास्ति उभयोः ज्ञानयोः मध्ये. उभयोः ज्ञानयोः इत्युक्ते प्रतिबद्धज्ञानमस्ति हृदः वह्निमान्, प्रतिबन्धकज्ञानमस्ति वह्निः क्षम्यतां हृदः जलवान् इति ज्ञानम्. तर्हि ज्ञानस्य आकारं दृष्ट्वा यद्यपि भावाभावप्रकारकत्वं नास्ति तथापि भावाभावप्रकारकत्वम् अस्ति चेद् एव प्रतिबन्धकत्वं भवति इति प्रतिबन्धकत्वस्य लक्षणम् अस्माभिः कृतं खलु. तर्हि कथञ्चित् सम्पादनीयं. तत् कथम् इति चेत् प्रतिबद्धज्ञाने यद् प्रकारः अस्ति वह्निः तस्य अभावः, वह्निः अभावः तस्य व्याप्यः, तस्य व्याप्यं किं जलम् इदानीं प्रकारत्वेन अस्ति इति कृत्वा तद् अभाव व्याप्यवत्तनिश्चयमुद्रया अत्र प्रतिबन्धकत्वं सम्पादितम्। बुद्धं खलु? आं महोदय। अस्तु, उत्तमं। तर्हि स्वामिमहोदय अग्रे पठति वा? स्वामी महोदय सः म्यूट् मध्ये अस्ति। अस्तु, शिवराम महोदय पठितुमिच्छति किम्? आं महोदय, आम्। अस्तु, तर्हि अत्र तदभाव व्याप्यवत्ता निश्चयमुद्रा मुद्रा इति अस्ति खलु, ततः एकवारं पठतु। पृष्ठक्रमाङ्कः 234। इतः परमस्ति तत् उपरि वा? न न, तत् तस्मात् अधः, यथा ह्रदः। तत् अभावव्याप्यत्वनिश्चयमुद्रा निश्चयमुद्रया यथा रुधः वह्निभावव्याप्यजलवान् इति निश्चये सति रुधः वह्निमान् इति तद्वत्ता बुद्धिर्न भवति। वह्नि अभावव्याप्यजलवत्ता निश्चयः द्विविधो भवति। वस्तुतः वह्नि अभावस्य व्याप्यं यज्जलं तस्य रुधे निश्चयः। कीदृशः पुनः अस्य आकारः रुधः जलवान् इति? वस्तुतः वह्नि अभावव्याप्यं यज्जलं तत् अस्मिन् निश्चये रुधे भासते। किं न भासते? जलांशे वह्नि अभावव्याप्तिः न ज्ञाने भासते। सा व्याप्तिः जले विद्यमानापि न ज्ञाने विषयः। अत एव हि ज्ञानस्य आकारः रुधो जलवान् इति एव, न तु रुधः वह्नि अभावव्याप्यजलवान् इति आकारः अपि। रुद्ध वह्नि अभावः, अत्र चित्रं चित्रे यदस्ति तदेव अत्र उक्तमस्ति। जले किमस्ति? वह्नि अभावव्याप्तिः। वह्नि अभावव्याप्तिः जले अस्ति इति चेत् यत्र यत्र जलं तत्र तत्र वह्नि अभावः, यत्र यत्र वह्नि अभावः तत्र तत्र जलम् इति व्याप्तिः, वह्नि अभावव्याप्तिः जले अस्ति। किन्तु निश्चयः कुत्र अस्ति इति चेत् ह्रदः जलवान् इति ज्ञाने निश्चयः जलवान् इति निश्चयः अस्ति। अतः अग्रे इतोपि किञ्चित् चिन्तनीयम्। अग्रे पठतु महोदय। अयं च आद्यः निश्चयः वह्नि अभावव्याप्य जलविषयकः अपि न वह्नि अभावः व्याप्तिम् अवगाहते इति तद् आकारः रुधः जलवान् इति एव पर्यवसित इति न अयं रुधः वह्निमान् इति बुद्धिं प्रतिबध्नाति। आद्यनिश्चयः रुधः जलवान् इति ज्ञानं ह्रदः वह्निमान् इति ज्ञानस्य प्रतिबन्धनं न कर्तुं शक्यते खलु? किमर्थम् इत्युक्ते साक्षात् वह्नेः अभावः अत्र प्रकारविधया न भासते, अत्र अन्यत् किमपि अस्ति, जलम् इति प्रकारविधया भासते। किन्तु यत्र यत्र प्रकारस्य अभावः साक्षात् भासते तत्र तु विरोधित्वं साक्षात् अस्ति, किन्तु अत्र जलम् इति एव श्रूयते, न तु वह्नि अभावः इति कृत्वा साक्षात् अत्र विरोधः न सम्पादितः भवति। अतः किञ्चित् इतोपि वक्तव्यम् इत्युक्ते प्रतिबन्धकज्ञाने यज्जलमस्ति तत् वह्नेः विरोधः वन्योः वन्नेः विरोधी इति वक्तव्यमस्ति, तदा एव अत्र प्रतिबन्धकत्वं साधितं भवति। अस्तु अग्रे पठतु महोदय। अपरस्तु अपरस्तु वह्नि अभावव्याप्य जलवत्ता निश्चयः न केवलं रुधांशे जलम् अवगाहते किन्तु जलांशे वह्नि अभावव्याप्तिम् अपि। एवं सति तदाकारः पूर्वोक्तः रुधः वह्नि अभावव्याप्य जलवान् इति। अग्रे अपि पठतु। एवं सति अयं वह्नि अभावसाधकपरमार्षः एव संवृत्तः व्याप्तिविशिष्टपक्षधर्मताज्ञान। क्षम्यताम्, अत्र किञ्चित् विषयान्तरमस्ति। तर्हि अन्ततो गत्वा प्रतिबन्धकज्ञानस्य आकारः किं भवेत्? ह्रदः वह्नेः अभावव्याप्यजलवान् इति आकारकम् अस्ति चेत् तादृशज्ञानं ह्रदः वह्निमान् इति ज्ञानस्य प्रतिबन्धकः भवति। यदि केवलं ह्रदः जलवान् इति ज्ञानस्य आकारः अस्ति तद् प्रतिबन्धकं न भवति इति एतावत् अस्माभिः चिन्तितं बुद्धं खलु? आमाम्, हा इति अस्ति। तर्हि अत्र स्थगयेम। तर्हि अत्र मुद्राद्वयम् अस्माभिः चिन्तितं, तदभाववत्तानिश्चयमुद्रा इति एका, तदभावव्याप्यवत्तानिश्चयमुद्रा इति द्वितीया। किमर्थं द्वितीयायाः मुद्रायाः आवश्यकता अस्ति इति चेत् अस्मिन् अत्र ह्रदः वह्निमान् इति ज्ञानं प्रति ह्रदः जलवान् इति ज्ञानं साक्षात् प्रतिबन्धकं न भवति। किमर्थम् इति चेत् अत्र प्रकारे भावाभावप्रकारत्वम् उभयोः नास्ति इति कृत्वा तत्र कथञ्चित् वह्नि अभावः आगन्तव्यः अस्ति प्रकारे। अतः वह्नि अभावव्याप्यजलवान् इति वदामश्चेत् इदानीं वह्नि अभाव इति आगतं खलु इति कृत्वा तत्र प्रतिबन्धकत्वं साधयितुं शक्नुमः इति कृत्वा द्वितीयमुद्रा आवश्यकता अस्ति, द्वितीयमुद्रायाः आवश्यकता अस्ति इति आगतम्। अस्तु, किं शिवरामहोदय भवता किमपि उक्तं किम्? न न महोदय न। अस्तु, एतावत् बुद्धं वा? हा अहं बुद्धं, परन्तु तत्र एक प्रथम यत् मुद्रा वयं चिन्तितवन्तः तत् पर्याप्तं नास्ति वा? तद् अभावत्ता निश्चयः इति नास्ति खलु? इत्युक्ते अत्र ज्ञानद्वयमस्ति, प्रतिबद्धज्ञानमस्ति ह्रदः वह्निमान्, द्वितीयज्ञानमस्ति ह्रदः जलवान्। अस्तु, अस्मिन् उदाहरणे इत्युक्ते अत्र एतस्मिन् उदाहरणे द्वितीय अत्र प्रतिबन्धकज्ञाने अभावः नास्ति, विरोधं नास्ति, अतः एव द्वितीयमुद्रायाः आवश्यकता वा इति वदनीयं वा? सत्यं, हा सत्यम्, अस्तु अस्तु, हा तद् तद् समीचीनं, तद् अवगतं। परन्तु हा यथा अत्र एतादृश उदाहरणमस्ति चेत्, ज्ञानस्य उदाहरणमस्ति चेत् अत्र तदभावव्याप्यवत्ता निश्चयमुद्रा इति आवश्यकम् इति सत्यम्। इत्युक्ते प्रथममुद्रा न अत्र न कार्यं करोति, तद्भावत्ता निश्चयमुद्रया अत्र प्रतिबन्धकत्वं न निरूपयितुं शक्यते। किमर्थम् इत्युक्ते तद् इत्यनेन प्रतिबद्धज्ञानेः प्रकारः अस्ति, तत् स्वीकर्तव्यं, तद् अभाववत् ज्ञानं नास्ति। इत्युक्ते ह्रदः वह्निमान् इति ज्ञानस्य प्रतिबन्धकः ह्रदः वह्नि अभाववान् इति ज्ञानम् एव अस्ति चेत् तत्रैव तदभावता निश्चयमुद्रा अस्ति। किन्तु वह्निः ह्रदः जलवान् इति ज्ञानं तादृशं नास्ति, ह्रदः जलवान् इति खलु इति ज्ञानं, सत्यं ह्रदः जलवान् इति ज्ञानं तादृशं नास्ति इति कृत्वा तद् अभावव्याप्यवत्ता निश्चयमुद्रया वक्तव्यमस्ति। इत्युक्ते वह्नि ह्रदः वह्नि अभावव्याप्यजलवान् इति वदामश्चेत् हा ज्ञानमनुसृत्य एव निश्चयमुद्रा मुद्रा कीदृशः भवेत् इति आगच्छति, हा ज्ञानमनुसृत्य। तर्हि तादृशज्ञानं भवेत्, केवलं वह्निः जलवान् इति ज्ञानं, हृदः जलवान् इति ज्ञानम् अस्ति चेत् न पर्याप्तम्. हृदः वह्निः अभावव्याप्य जलवान् इति ज्ञानम् अस्ति चेत् इदानीं बुद्धम्. अत्र जलं व्याप्यमस्ति, वह्निः अभावः व्यापकः अस्ति, तर्हि यत्र यत्र जलमस्ति तत्र वह्निः अभावः अस्ति एव. यत्र वह्निः अभावः अस्ति तत्र वह्निः न भवितुमर्हति खलु. आम्, तत्र केवलम् अत्र वस्तुतः प्रतिबन्धकज्ञानस्य यानि लक्षणानि सन्ति ते एव सङ्गच्छते इति भवति चेदेव प्रतिबन्धकज्ञानं भवति. अतः एव वन्यभावव्याप्य जलवान् इति कृतम् इति. अत्र केवलं किं कृतं, भावाभावप्रकारत्वम् इति उक्तं खलु. प्रतिबन्धकलक्षणे भावाभावप्रकारत्वम्, अत्र साक्षात् भावाभावप्रकारत्वं नास्ति. नास्ति, सत्यं. इति कृत्वा तत्र कथञ्चित् अभावः आगन्तव्यः अस्ति, प्रकारस्य अभावः आगन्तव्यः अस्ति इति कृत्वा तद् अभावव्याप्य वत्ता निश्चय इति वदामश्चेत् इदानीं तद् अभावः इति आगतं खलु. इति कृत्वा तत्र भावाभावप्रकारकत्वम् आगतम्. अस्तु, इतोपि किञ्चित् चिन्तनीयम्, अत्र भावाभावप्रकारता अवच्छेदकत्वम् अस्ति वा इति अपि चिन्तनीयं. तद् अस्माभिः पर्यन्तं न चिन्तितं, किन्तु तदपि चिन्तयेन अग्रिमे वर्गे ततः एव आरम्भं कुर्मः. तर्हि किञ्चित् अस्मिन् विषये अभ्यासं कुर्वन्तु. सर्वं सरलमेव अस्ति, इत्युक्ते केवलं ज्ञानस्य आकारः कः इति चिन्तनीयं तावदेव. आं, तर्हि हृदः वह्निमान् इति प्रतिबद्धज्ञानं, हृदः वन्याभावव्याप्य जलवान् इति प्रतिबन्धज्ञानं, तत्र प्रकारता भावाभावप्रकारता यः अवच्छेदकः किम् इति चिन्तनीयं. सत्यम् इति चिन्तयन्तु, तदेव गृहपाठः. अस्तु अस्तु, समीचीनम्. अस्तु, समीचीनं. सर्वेभ्यो नमस्कारः, धन्यवादश्च.